अस्तु, तर्हि अस्माकं सन्धिवर्गे गीताप्रवेशः प्रथमभागः प्रवर्तमानः अस्ति। गतसप्ताहे अस्माकं प्रायः एकं मासं यावत् सतीसप्तमी इत्यस्य अभ्यासः प्रवर्तमानः आसीत्। इदानीम् अग्रिमं विषयम् आरब्धुं शक्नुमः। अत्र तदप्तमप् इति रूपद्वयमस्ति, प्रत्ययद्वयमस्ति, विशेषणत्वेन प्रयुज्यते, तुलनात्मकार्थः अस्ति। अत्र आरम्भे दुःखतरं गुह्यतमम् इति रूपद्वयं दीयते पुस्तके। यत्र वस्तुद्वयमस्ति चेत् तत्र तर इत्यस्य उपयोगः क्रियते। यत्र तदधिकानि वस्तूनि सन्ति तत्र तमपि अस्ति। तर्हि वस्तुद्वयमस्ति अस्ति चेत् तर उन्नततर प्राचीनतर नाम तत्र भवनद्वयमस्ति, तत्र एकस्य अपेक्षया अन्यत् प्राचीनतरमस्ति इति वदामः। अत्र अकारान्तशब्दः अस्ति। पुनः बहूनि भवनानि सन्ति, तेषु एकं प्राचीनतमम् इति वदामः। इति तदप्तमप् इति विषयः वस्तुतः तावदेव अस्ति, अन्यत् किमपि नास्ति इति विषयः, किन्तु अभ्यासः भवतु। यत्र तुलना एतावता तत्र उत्तमं, सर्वोत्तमं, सम्यक् इति एतादृशानि पदानि अस्माकं सविधे आसन्। इदानीं तदप्तमपि अपि एतादृशेषु प्रसङ्गेषु भवतु इति अस्ति। तर्हि अत्र आरम्भे एव कर्तुं शक्नुमः किञ्चित्। अत्र गीताश्लोकद्वयमस्ति, वस्तुतः केवलम् एकस्य शब्दस्य कृते एतत् सर्वमस्ति। आरम्भे गीताश्लोकत्रयं दत्तमस्ति, केवलं दुःखतरम् इति शब्दस्य दर्शनार्थम् एतत् सर्वमस्ति। अतः किं वदेमः, अस्तु, पठितुं शक्नुमः एकवारम्। अत्र विद्याभगिनी आरब्धुम् इच्छति वा प्रश्नम्? जानीत इति आरभ्य वा महोदय? नाम न, तत्र श्लोकः अस्ति खलु आरम्भे वा? अकीर्तिं चापि भूतानि कथयिष्यन्ति ते अव्ययां, सम्भावितस्य चाकीर्तिं मरणात् अतिरिच्यते, भयाद्रणात् उपरतं मन्स्यन्ते त्वां महारथाः, येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्, अवाच्यवादांश्च बहून् वदिष्यन्ति तव हिताः, निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्। भगवद्गीता ज्ञानदीपिका इति कथ्यते। तत्र भगवान् श्रीकृष्णः अर्जुनम् उद्दिश्य एवं वदति, हे अर्जुन, इदानीं क्षत्रियस्य ते युद्धं परमोधर्मः, तस्य अकरणे तव महती अपकीर्तिः सम्भवति, ईदिशि अपकीर्तिः मरणमपि अतिशेते। यदि युद्धं न करोषि तर्हि ये अद्य तव सम्मानं कुर्वन्ति ते एव वदिष्यन्ति यत् त्वं रणाद्भीत्या पलायितः इति। शत्रवः अपि तव सामर्थ्यं निन्दन्तः, दुर्वचनानि कथयिष्यन्ति, तस्मात् दुःखतरम् अन्यत् किम् अस्ति इति। ततोपि दुःखतरं किमपि नास्ति इति अर्थः। अत्र जीवने अपकीर्तिः, मित्रैः अवमानः, शत्रुभिः निन्दनम् इत्येतत् अपेक्षया अधिकं दुःखं नास्ति एव इति वक्तुं दुःखतरम् इति शब्दस्य प्रयोगः कृतः अस्ति। तर्हि अत्र स्थूलरीत्या किं किम् अस्ति? अत्र युद्धभूमौ अत्र श्रीकृष्णः अपि अर्जुनः द्वौ अपि युद्धभूमौ स्तः, तत्र भगवद्गीतायाः अत्र प्रवचनमस्ति, तस्मिन् सन्दर्भे श्रीकृष्णः अर्जुनम् उद्दिश्य वदति, हे अर्जुन, भवान् क्षत्रियः अस्ति, अतः युद्धमेव भवतः धर्मः अस्ति. यदि भवान् अत्र युद्धभूमौ स्थित्वा युद्धं न करोति तर्हि भवतः अपकीर्तिः भवति. अपकीर्तिः यदि भवति, अपकीर्तिः इत्युक्ते यत्र यत्र कीर्तिः नास्ति, अतः अपकीर्तिः मरणात् अपि मरणमपि अतिक्राम्य तत्र सम्यक् न भवति. अपकीर्तिः भवति चेत् सम्यक् नास्ति. यदि भवान् युद्धं न करोति चेत् भवतः सम्मानं न भवति. सर्वे वदन्ति भवान् युद्धभूमौ त्यक्त्वा गतवान्, पलायितवान् इति सर्वे वदन्ति. अतः अत्र शत्रवः अपि भवतः निन्दां कुर्वन्ति. अतः तस्मात् दुःखतरं विषयः अन्यत् किमपि नास्ति. अत्र दुःखतरम् इति तमप्रत्ययं योजयित्वा तस्मात् दुःखतरम् अन्यत् किमपि नास्ति इति, दुःखतरं नास्ति इति अत्र दत्तमस्ति. परिचयः सुन्दरः. अस्तु, अत्र किं लक्ष्मीभगिनी तत्र प्रथमश्लोकस्य अन्वयवाक्यं वक्तुम् इच्छति वा, कथम् अस्ति? प्रयत्नं करोमि महोदय. अत्र अकीर्तिं चापि भूतानि कथयिष्यन्ति ते आख्यायां, सम्भावितस्य चाकीर्तिं मरणादतिरिच्यते. अत्र केचन सन्धयः सन्ति. अत्र भूतानि इत्यस्मात् भूतानि च अव्ययाम् अकीर्तिं च अपि कथयिष्यन्ति. तस्य वाक्यस्य अर्थः कः? बहु सम्यक् अस्ति. अहं चिन्तयामि भूतानि इत्युक्ते अत्र सर्वे जनाः इति अहं चिन्तयामि. भूतानि अव्ययाम् अकीर्तिं च कथयिष्यन्ति इत्युक्ते अत्र सर्वे जनाः भवतः विषये भवतः अपकीर्तिं सर्वदा वदन्ति, वदिष्यन्ति. समीचीनमस्ति. अस्तु, द्वितीयवाक्यं. सम्भावितस्य च अकीर्तिं मरणात् अतिरिच्यते. या सम्भाविता अकीर्तिः अस्ति, सा अपकीर्तिः मरणात् अतिरिच्यते इत्युक्ते मरणादपि इतोपि अधिकम् इति भवतः कृते या अपकीर्तिः आगमिष्यति सा अपकीर्तिः मरणस्य अपेक्षया इतोपि अधिकं भवतः कृते, तदर्थं युद्धं कुरु इति. बहु समीचीनमस्ति. संशयः कः भवती सर्वम् उक्तवती एव. अत्र सम्भावितस्य इत्युक्ते किम्? सम्भाविता इत्युक्ते अत्र इदानीं पर्यन्तं न आगतं यत् या अपकीर्तिः भविष्यत्काले आगमिष्यति. सम्भाविता इत्युक्ते किञ्चित् विशिष्टः अर्थः अस्ति अत्र. मान्यस्य जनस्य इति अर्थः, मान्यस्य जनस्य यस्य कीर्तिः अस्ति, सज्जनः, सज्जनस्य अकीर्तिः मरणात् अतिरिच्यते. सज्जनस्य कृते, मान्यस्य जनस्य. अत्र सम्भावितस्य इति सम् उपसर्गपूर्वकः भू धातुः, युक्त निच् प्रत्ययः, युक्त क्त प्रत्ययः. सम् भू निच् क्त इति सम्भावितस्य. तत्र रूढार्थः अस्तु, रूढार्थः अस्ति, समीचीनम् अस्ति. अत्र श्लोकः स्पष्टः जातः इति मन्ये. एकः प्रश्नः अत्र, यदि विषयान्तरम् अस्ति चेत् अनन्तरं पृच्छामि. अत्र अकीर्तिः मरणात् अतिरिच्यते इति अस्ति. अत्र अतिरिच्यते इति कर्मणि इति दृश्यते, परन्तु अत्र कथं वा कर्मणि इति संशयः अस्ति महोदय. अतिरिच्यते, अतिरिच्यते, अत्र दिवादिगणीयः इति वा द्रष्टव्यमस्ति. विद्यापगणि जानन्ति वा? मया द्रष्टव्यमस्ति. ऋच् धातुः अत्र चुरादिगणे अस्ति, अपि च रुदाधिगणे अस्ति. प्रायः अत्र चुरादिगणीयः इति चिन्तयामि, परन्तु अत्र ऋच्यते इति तु न भवति. यदि अत्र कर्तरीप्रयोगः अस्ति, परन्तु कीदृशं वा अत्र कर्मणि इति सम्यक्तया न अवगच्छामि. तत्र कर्तरीप्रयोगे किं स्यात् तर्हि चुरादिगणे? चुरादिगणे कर्तरीप्रयोगः अस्ति, रेचयति इति, रेचयति उभयपदिनः अस्ति महोदय, उभयपदिधातुः अस्ति. अस्तु, समीचीनं. तर्हि प्रश्नः नाम किमर्थं कर्मणि एतादृशं स्यात् इति, किमर्थं समस्या अस्ति? अत्र अकीर्तिः, अत्र कर्तृपदम् अकीर्तिः इत्युक्ते तत्र किमर्थं नाम कथम् उत्पद्येत इति न प्रश्नः. न न न प्रश्नः अत्र प्रयोगविषयः. रचयति इति यकति कित् अस्ति इति कृत्वा गुणनिषेधः इत्यादिकमस्ति, तत्तु स्पष्टमस्ति यत् रचयते. परन्तु प्रश्नः अस्ति अत्र कथं वा अत्र कर्मणि प्रयोगः, इत्युक्ते अत्र कर्मणि लट्लकारः इति चिन्तयामि. कर्तृपदमत्र अकीर्तिः. अस्तु, समीचीनं. तर्हि नाम संशयः कः? अत्र अत्र कर्तरीप्रयोगे भवति इति चिन्तयामि, परन्तु अत्र कर्मणि दृश्यते, अतः मम संशयः महोदय. कर्मणि नास्ति, अकीर्तिम् इति. एकनिमेषः, सर्वं भवान् उक्तवान् एव. अत्र अतिरिच्यते कर्मणि प्रयोगे अस्ति, अकीर्तिः इति कर्तृपदम्. अत्र सर्वं सङ्गच्छते. अकीर्तिः अतिरिच्यते, अकीर्तिः अतिरिच्यते इति वाक्यमस्ति मरणात् इति. अत्र अकीर्तिः कर्तृपदं नाम तत्र समस्या कुत्र अस्ति इति एकवारं वदतु. समस्या कुत्र अस्ति? अकीर्तिः अत्र अधिगच्छति इत्यस्मिन्, अधिकं बाधां ददाति इत्यस्मिन् अर्थे इति चिन्तयामि. अकीर्तिः अधिकं बाधां ददाति मरणात् अपेक्षया, मरणस्य अपेक्षया, तादृश अर्थः अस्ति. इति भूत्वा संशयः आगतः महोदय. अत्र संशयः कः माने इत्युक्ते भवान् सर्वं प्रतिपादितवान् इति मम चिन्तनमस्ति. अत्र अतिरिच्यते इति भवति वा, नो चेत् अतिरेचयते इति भवति वा इति. भवतः अर्थस्य प्रश्नः अथवा रूपस्य? रूपस्य प्रश्नः महोदय. इत्युक्ते अत्र प्रायः अनन्तरं पाठयति, पाठ्यते, पाठयति, पाठ्यते, रेचयति, रिच्यते, कित्वात् गुणनिषेधः अत्र प्रश्न रूपस्य प्रश्नः, रूपस्य नाम व्युत्पत्तिप्रश्नः वा? व्युत्पत्तिप्रश्नः नास्ति महोदय, अत्र अर्थप्रश्नः, अत्र अर्थप्रश्नः एव. इत्युक्ते अत्र अतिरिच्यते इति कथं वा समीचीनम् इति मम प्रश्नः. महोदय महोदय, अत्र अहं वदामि, अत्र प्रथमं प्रथमं वाक्यं कर्तरिप्रयोगे अस्ति, द्वितीयं वाक्यं कर्मणि प्रयोगे अस्ति, अतः सम्यक् एव. न, किन्तु महोदय सर्वम् अवगच्छति इति मम भाति. तत्र प्रश्नः कः इति विद्याभगिनी वदतु. अकीर्तिः इति कर्तृपदम् इति उक्तम्, अत्र कर्मणि प्रयोगे अस्ति चेत् तत्र कर्तृपत्रं तृतीया विभक्तौ भवति खलु, तर्हि अकीर्तिः इति कर्तृपदं कथं वा भवति? अत्र कर्मपदम् अस्ति अकीर्तिः. क्षम्यतां, सत्यं सत्यं सत्यं. तर्हि अत्र सम्भावितस्य सम्भावितस्य इति सम्भावितैः अकीर्तिः मरणात् अतिरिच्यते, अत्र षष्ट्यन्तम् अस्ति सम्भावितस्य इति. कर्मणि प्रयोगे षष्ट्यन्तरूपमपि भवति वा? अत्र तृतीयान्तं कर्तृपदस्य तृतीयान्तम् अपि च षष्ट्यन्तम्. अत्र अत्र इदानीम् अवगतमस्ति इति प्रश्नः वा महोदय? तदेव अस्ति स्यात्, नाम कर्तृपदं तृतीया विभक्तौ स्यात् इति खलु इति प्रश्नः भवति. क्षम्यताम् इति इदानीं बुद्धमस्ति. तत्तु द्रष्टव्यमस्ति, यतोहि अत्र सम्भावितस्य इति कर्तृपदं नास्ति इति भाति. किं शुकुर्वा तत्र, शुकुर्वनं तत्र किमपि वदति वा? हा महोदय, तत्र बेनोट् इति मम पार्श्वे पुस्तकमस्ति, तत्र एवं दत्तमस्ति, प्रतियोगः रिच् योगः लट् प्रथमपुरुष बहुवचनमिति. इदानीं तत्र रिच् इति धातुः उभयपदी धातु, नाम कर्त्रि अस्ति अथवा कर्मणि अत्र? किं दत्तमस्ति अत्र? कर्तरिप्रयोगे नास्ति अत्र. महोदय, अत्र अकीर्तिम् इति अस्ति न, तथैव तत् द्वितीयवाक्ये अकीर्तिः एव अस्ति, न अकीर्तिः एव, अकीर्तिः अस्ति, अकीर्तिः अतिरिच्यते. अस्तु, अत्र शोधकार्यस्य विषयः अस्ति, समीचीनमेव, न ज्ञायते तावत् इदानीम् आगमनात् प्राक् मया न दृष्टमासीत्. अतिरिच्यते इति प्रायः कर्मणि प्रयोगे स्यात्, किन्तु कर्तृपदं किम्? अकीर्तिः इति भाति, किन्तु तृतीयविभक्तौ न स्यात् इति कारणतः संशयः अस्ति एव. अस्तु, अग्रे गच्छेम, वयं सर्वे द्रक्ष्यामः. तत्र लक्ष्मीभगिनी, मनसि समाधानमस्ति वा? अहं चिन्तयामि द्वितीयं वाक्यं कर्मणि प्रयोगे अस्ति, अत्र अकीर्तिः इति कर्मपदम् अकीर्तिः अतिरिच्यते. कर्मपदं कर्तृपदम् अध्यारोपणं कुर्मः, परन्तु कर्मणि प्रयोगे अपि षष्टिविभक्त्यन्तरूपं भवितुम् अर्हति. केवलं एकनिमिषः, अकीर्तिः अतिरिच्यते कर्मपदम्, अकीर्तिः अतिरिच्यते कर्मपदम्, तत्तु वैचित्र्यं भाति. अस्तु, अनन्तरं पश्यामि, नाम अर्थः कथं? तस्य अकीर्तिः अतिरिच्यते, अर्जुनस्य अकीर्तिः अतिरिच्यते, किन्तु अर्थभावितस्य. सत्यं सत्यं सत्यम्. अस्तु, भवतु, अनन्तरं पश्यामः, यत् अर्थः तत्र सत्यं सत्यं, तत्र प्रश्नः अस्ति. सम्भावितस्य अकीर्तिः इति नेतुं शक्नुमः किल? सम्भावितस्य अकीर्तिः अतिरिच्यते, किन्तु कर्तृपदं किल? सम्भावितस्य इति कर्तृपदं न भाति. सम्भावितस्य इत्युक्ते जनस्य इति मान्यस्य अत्र षष्टि, अत्र कर्तृपदम् अस्ति विद्याभगिनी, तादृशम् अस्ति वा अत्र कर्तृपदत्वं? सम्भावितस्य तत्र षष्ट्यन्तमपि कुत्रचित् दृष्टं, किन्तु अर्थदृष्ट्या अत्र अर्थः कर्तृपदं, नाम यः करोति अस्मिन् वाक्ये सः सम्भावितः करोति वा कार्यं? सम्भावितैः चाकीर्तिः मरणात् अतिरिच्यते इति भवति चेत् सम्यक्तया ज्ञातुं शक्नुमः। हा इत्युक्ते सम्भावितैः अतिरिच्यते इति तादृश अर्थः भवति वा इति द्रष्टव्यमस्ति। तथा स्यात्, अग्रे गच्छेम। शुक्रवान् तत्र द्वितीयं करोतु। हा महोदय, तत्र भयाद् रणात् उपरतं मन्स्यन्ते त्वां महारथाः, येषां च त्वं बहुमतः भूत्वा यास्यसि लाघवम् इति अस्ति। अत्र वाक्यं मन्स्यन्ते इति क्रियापदमस्ति, मन्स्यन्ते। तत्र कथं वा वक्तव्यं, कथं भवितव्यम् इति न वक्तव्यमस्ति, कथं भवेत् अथवा वक्तव्यम् इति मया उक्तं महोदय। कथं वा वक्तव्यम् इति मया उक्तं, कथं वा वक्तव्यम्। अस्तु अस्तु, अस्तु। अन्य कोऽपि तत्र बालसुब्रह्मण्यं तत्र अस्ति वा अन्वयवाक्यं? भयात् समाप्तं किल महोदय, भयात् रणादुपरतं मन्स्यन्ते त्वां महार्थाः, येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्। सो महार्थाः त्वां भयात् रणादुपरतम् इति मन्स्यन्ते, महारथाः समीचीनमस्ति। अत्र अर्थः कः भवता यत् उक्तं, महारथाः त्वां रणाद् भयं कारणात् धावितुं मन्स्यन्ते। समीचीनमस्ति। अनन्तरम् अनन्तरं येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्, येषां त्वं बहुमतः इति महारथाः भावितवन्तः एतावत्। बहुमतः इति कस्य विशेषणं? बहुमतः महारथाः, न न न न त्वम् एव बहुमतः। सत्यं त्वं महतो भूत्वा यास्यसि लाघवं, लाघवं यास्यसि न्यूनं लाघवम्। जानामि यास्यसि लाघवम् इति सरलं सुलभं, न अत्र सुलभम् इति न, न्यूनम् इति बहुमतः ते त्वं बहुमतः इति ते चिन्तितवन्तः, किन्तु इदानीं तथा नास्ति इति ते चिन्तयिष्यन्ति। न्यूनं कृतवन्तः तावत् इत्युक्ते गौरवस्य विषयः वा लाघवम् इति अगौरवपूर्वकम्? अत्र लाघवमिति भवान् महान् नास्ति इति तादृशार्थः, महान् नास्ति। उपरतम् इत्युक्ते अर्थं किम्? उपरतं भयात् रणात् उपरतम् इति अन्य कोऽपि इति जगन्नाथमहोदय किमिति निवृत्तं, निवृत्तम् उपरतं समीचीनमस्ति। उपरतं रणात् उपरतम् अस्तु इति द्वितीयं सर्वं स्पष्टं वा? अग्रे गच्छेम। तर्हि किं राजीभगिनी तृतीयं? अवाच्य वदांश्च बहून् वदिष्यन्ति तवाहिताः निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नुखिम्। अवाच्यवादान् च बहून् वदिष्यन्ति तव आहिताः निन्दन्तः तव सामर्थ्यं ततः दुःखतरं नुखिम् इति पदच्छेदं भवति। पदच्छेदः भवति। भवतः शत्रवः भवतः सामर्थ्यं सामर्थ्यविषये दूषणं दूषणं कुर्वन्ति। बहुविध बहुविध अवाच्यवचनानि अपि ते कथयन्ति। अतः एतद् विषयः बहु दुःखतरम् अस्ति। इतः परः दुःखतरं किमपि अस्ति वा इति प्रश्नवाचकम्। एषः अयं विषयः बहु दुःखदायकम् अस्ति। दुःखदायकं यदा तुलनात्मकप्रयोगः भवति तुलनात्मकः अत्र नाम अस्माकं विशिष्टपदम् इदमेव खलु। अयं विषयः दुःखतरः इति अनुक्त्वा दुःखदायकः अपरस्य विषयस्य अपेक्षया इतोपि दुःखतरं कथम् दुःखतविषयः। आम् आं महोदय। अस्तु बहु सम्यक् अस्ति। तर्हि अन्वयवाक्यम् इति अन्य कोऽपि कः वदति इदानीं जगन्नाथमहोदय अस्ति वा अन्म्यूट् कृत्वा ध्वनिः अस्ति वा? अस्ति महोदय। अस्तु अत्र अवाच्यवादांश बहु तव इत्यस्मात् आरभ्य भवति तव तव अहिताः अहिताः इत्युक्ते अहिताः तव अहिताः इत्युक्ते भवतः हिते नास्ति इत्युक्ते अहम् एतादृशम् अहम् अवगच्छामि यद् नृपाः क्षत्रियविषये वा नृपाः विषये विशेषतया यावत्पर्यन्तम् एतद् महाभारते एतद् विषयमस्ति यावत्पर्यन्तं तेषां कोऽपि निन्दन्ति तावत्पर्यन्तं नरकलोके भविष्यन्ति यावत्पर्यन्तं तेषां प्रशंसा कुर्वन्ति तावत्पर्यन्तं ते स्वर्गलोके अपि भविष्यन्ति। तर्हि नरकलोकस्य दीर्घकाल तस्य सम्भावना अस्ति तस्य एतद् जन्मान्तरं तदर्थम् एतत्तु अहिताः इति तेषाम् अवाच्यं यद् कौरवान् त्यक्त्वा अन्ये सामान्यजनाः अपि अवाच्यवादं सर्वदा करिष्यन्ति इति कृष्णस्य वार्ता अत्र सारव्यार्थं तत्र अहितः नाम यः हितं न इच्छति यस्य इति शत्रुः शत्रुभावना शत्रुवः तव शत्रुवः तत्र अहिताः तर्हि अन्वयवाक्यं समीचीन अत्र अन्वयवाक्यं किं स्यात् तव अहिताः तव अहिताः अवाच्यवादाः बहून् अत्र निन्दन्तः वदिष्यन्ति समीचीनमस्ति अत्र निन्दन्तः इति कीदृशं रूपमस्ति निन्दन्तः इति निन्दन्त् इति प्रातिपदिकं मन्ये तस्य शत्रन्तरूपं निन्दत् तस्य निन्दनं भवति निन्दनस्य इति तदर्थं शत्रन्तरूपे शत्रन्तरूपं प्रथमतया वदतु यतोहि तत् कार्यं जायमानमस्ति अनन्तरम् अन्यत् कार्यमस्ति शत्रन्तरूपं दृष्ट्वा जायमानमस्ति इति कृत्वा प्रथमतया वदतु तव अहिताः तव अहिताः निन्दन्तः तव सामर्थ्यं किं निन्दन्तः तव सामर्थ्यं तव अहिताः तव सामर्थ्यं निन्दन्तः ततः तस्मात् दुःखतरं नु किं तत्तु अन्ते तत्तु पृथक् वाक्यमस्ति अस्तु तव अहिताः शत्रवः तस्य सामर्थ्यविषये निन्दन्ति इति अर्थः आं तर्हि तव अहिताः तव सामर्थ्यं निन्दन्तः कुर्वन्तः निन्दनं कुर्वन्तः किमवशिष्यते ततः तस्मात् एतद् यद् भव वाक्ये यद् न उक्तं बहून् अवाच्यवादान् अपि वादाः अपि वदिष्यन्ति वदिष्यन्ति इति वाक्यमस्ति वदिष्यः तव अहिताः तव सामर्थ्यं निन्दन्तः अस्ति क्रियाद्वयमस्ति निन्दन्तः वदिष्यन्ति किं निन्दन्तसामर्थ्यं सर्वसामर्थ्यं निन्दन्तः बहून् अवाच्य ततः दुःखतरं ततः दुःखतरं नु किम् एतस्य दुःखम् अधिकं दुःखं भवतः अपेक्षा किम् अस्ति इति अर्थः अस्तु बहु सम्यक् अस्ति अत्र तु नामकः अस्ति इति श्लोकत्रयं दत्तमस्ति तत्र दर्शनार्थम् अत्र दुःखतरम् इति शब्दः अयं विषयः अपेक्षया दुःखतरः अस्तु किम् अवाच्यवादांश्च तत्तु अवाच्य वात् अत्र सन्धिः अस्ति अवाच्यवादान् अत्र सन्धिः अस्ति वयम् अधीतवन्तः लक्ष्मी भगिनी वदतु तत्र आगमः अस्ति नकारान्तशब्दः अस्ति अवाच्यवादान् विसर्गः आयाति शकारः कथम् आयाति सन्धि अन्ततो गत्वा स्तुत्वसन्धिः अपि भवति तदर्थं शकार तालवे शकारादेशः तत् शकारः तु आदेशः अस्तु समीचीनमस्ति अग्रे गच्छेम तर्हि इदानीं किं राजेन्द्रमहोदय अग्रे पठतु कृपया भगवद्गीता अत्र एतं श्लोकं पठ न अग्रे भगवद्गीता ज्ञानदीपिका इति कथ्यते अस्तु न पश्यति वा ततोपि दुःखतरं किमपि भगवद्गीता श्लोकत्रयानन्तरं अस्तु अस्तु अस्तु भगवद्गीता ज्ञानदीपिका इति कथ्यते तत्र भगवान् श्रीकृष्णः अर्जुनम् उद्दिश्य एवं वदति हे अर्जुन इदानीं क्षत्रियसि ते युद्धं परमो धर्मः तस्य अकर्णे तेत्यस्य का विभक्तिः कस्य महोदय ते शब्दस्य क्षत्रियस्य ते युद्धं परमो धर्मः ते इति का विभक्तिः द्विवचनं चिन्तयामि महोदय न द्विवचनं कथम् अस्य न अत्र विभक्तिः विभक्तिः ते इत्यस्य अन्य कोऽपि जानाति वा का का विभक्तिः विभक्तिः तव युष्मशब्दस्य षष्टिविभक्तिः अपि अन्या विभक्तिः अपि किं का विभक्ति का भवितुमर्हति अत्र षष्टि अपि अस्ति हा चतुर्थी अपि अस्ति अत्र षष्टिः अस्ति क्षत्रियस्य तव युद्धं परमो धर्मः यद्यपि तथा नास्ति मम एकवारे एक माने इत्युक्ते किं वदेन किं वदामि अत्र परमो धर्मः युद्धं कथं स्यात् अत्र महान् दोषः अत्र अस्मिन् दिने वयं चर्चां कर्तुं शक्नुमः वयं मनुष्याः वयं मनुष्याः स्मः वयं तु पशवः न स्मः अत्र भगवद्गीतायां कीदृशी शिक्षा अस्ति इति तत्र अन्यथावगमनं महत् अन्यथावगमनम् अस्ति अत्र परमो धर्मः इति नास्ति किमपि तथा अत्र भवान् मनुष्यः न तु पशुः इति प्रमुखा शिक्षा अस्ति अत्र अस्तु अग्रे गच्छेम राजेन्द्रमग्रे तस्य कर्णे तौ महति अपकीर्तिः सम्भवति ईदृशी अपकीर्तिः मरणम् अपि अतिशेते यदि युद्धं न करोषि तर्हि ये अद्य तौ सम्मानं कुर्वन्ति ते एव वदिष्यन्ति यत् त्वं रणात् भीत्या पलायितः इति शत्रवः अपि तव सामर्थ्यं निन्दन्तः दुर्वचनानि कथिष्यन्ति तस्मात् दुःखतरम् अन्यत् किम् अस्ति इति इदानीम् अत्र किम् अस्ति अत्र श्रीकृष्णः अर्जुनम् उद्दिश्य वदति भवान् तु क्षत्रियः अस्ति तस्य भवतः परमधर्मः युद्धम् एव अस्ति यदि भवान् तथा न करोति तव महती अपकीर्तिः सम्भवति यथा भवान् युद्धं न करोति ईदृशी अपकीर्तिः मरणात् अपि अतिशेते इत्युक्ते तत्र अपकीर्ति शी धातुः अत्र अतिशी अतिशेते अत्र मरणमपि अतिशेते अत्र उपरि आसीत् खलु अतिरिच्यते तादृशं तत् नाम अतिक्रमति अधिकं भवति यः अपकीर्तिः भवतः भवेत् सः अपकीर्तिः मरणात् अपि अधिकम् अधिकमस्ति यदि युद्धं न करोषि तर्हि ते अद्य तव सम्मानं कुर्वन्ति ते एव वदिष्यन्ति यत् त्वं मरणात् भीत्या पलायितः अस्ति श्रीकृष्णः वदति यथा यदि भवान् इदानीं युद्धं न करोति अद्य ये भवतः सम्मानं कुर्वन्ति ते एव अग्रे गत्वा वदिष्यन्ति भवान् रणात् भीत्या ततः प्लायितः भवति भवतः सामर्थ्यस्य विषये दोषाः आरोप्यन्ते शत्रुवः अपि तव सामर्थ्यं निन्दन्तः दुर्वचनानि कथिष्यन्ति भवतः ये शत्रवः आसन् सन्ति यथा तत् अवहिताः ये सन्ति ते भवतः सामर्थ्यस्य अपि निन्दनं कुर्वन्ति अपि च दुर्वचनानि वदिष्यन्ति ततः तस्मात् दुःखतरम् अन्यत् किमपि अस्ति वा अस्मिन् लोके यदि भवान् युद्धं न करोति अपकीर्ति प्राप्नोति जनाः दुर्वचनानि वदिष्यन्ति भवान् रणात् भीत्या प्रायितः तथा वदन्ति तस्मात् ततः दुःखतरम् अन्यत् किमपि अस्ति वा भवतः कृते अस्मिन् लोके मम कृते बहु दुःखदायकमस्ति एतत् सर्वं. तारकब्रह्मश्रीकृष्णः केवलं पाठनार्थं यद् युद्धं करोतु इति कीदृशी शिक्षा अस्ति इत्युक्ते तारकब्रह्म तत्र मुक्तिमोक्ष इति अर्थं तत्र कथं जीवनं स्यात् इति अर्थम् आगच्छति, न तु युद्धं करोतु इति. तत्र महान् विषयः अस्ति, न तु लौकिकविषयः श्रीकृष्णस्य इति अन्यथा अवगमनमस्ति अत्र परमोधर्म. आं महोदय, किल महोदय, स्वधर्मम् एव करणीयं किल? किमिति भवतः स्वधर्मः युद्धः, भवान् क्षत्रियः, भवतः स्वधर्मः युद्धं करणीयम्, अतः युद्धं करोतु इति भगवान् श्रीकृष्णः अर्जुनम् उद्दिश्य वदति किल? वस्तुतः अर्जुनः क्षत्रियः इति न, मनुष्यः. वयं सर्वे मनुष्याः. तत्र यदा सम्भवामि युगे युगे इति तत्र तारकब्रह्मः अत्र शरीररूपेण तत्र आगच्छति, केवलं लौकिकविषयं उद्दिश्य न आगच्छति. अत्र भवान् मनुष्यः न तु पशुः इति प्रमुखविषयः अस्ति. भवान् कः? अहं ब्रह्म अस्मि, एतादृशविषयः अस्ति. तत्र साधनां कृत्वा तत्र परमब्रह्मं तत्र अनुभूतिः भवितुम् अर्हति इति प्रमुखशिक्षा अस्ति, न तु युद्धं करोतु इति. अन्यविषयः अस्ति, किन्तु मम सर्वप्रियविषयः अस्ति अत्र वस्तुतः. नाम जीवनं कथं वा स्यात् इत्यस्य पाठनार्थं भगवान् कृष्णः आगच्छति, अथवा भगवान् शिवः, यः तारकब्रह्मः, यः त्राणस्य कारयितुं यः आगच्छति, सः केवलं लौकिकविषयम् आगत्य उद्दिश्य आगच्छति इति नास्ति अत्र महान् दोषः अस्ति. महोदय, अत्र तु एतद् युद्धं युद्धं परमोधर्मः इति तु केवल अत्र उपलक्षणम् अस्ति. स्वस्य एतस्मिन् सन्दर्भे अर्जुनविषये केवल तदेव तस्मिन् समये युद्धमेव परमोधर्मः. अन्येषां विषये स्वस्य स्वधर्म यद्भवति तदनुसारं करणीयम् इति, यस्य मनसि सामर्थ्यम् अस्ति तेषां ज्ञानयोगं वा भक्तियोगं वा तत्सर्वं ते कर्तुं शक्नुवन्ति. तदेव अर्थः इति वेदान्तिना वाक्यं वचनं इति साधारणमवगमनम् अस्ति. सत्यम् इति साधारणमवगमनमस्ति इति सत्यं. किन्तु यदा साधवः तत्र दुर्गतिः तादृशी अस्ति लोके यत् साधवः अपि समाधानं प्राप्तुं न कर्तुं शक्नुवन्ति साधूनां कृते, तदानीम् आवश्यकता भवति अवगमनार्थं श्रीकृष्णः अथवा तारकब्रह्मः इति वक्तुं शक्नुमः. तत्र प्रमुखविषयः अस्ति यत् वस्तुतः अस्माकं सर्वेषां मनुष्याणाम् एकः एव धर्मः, न तु भिन्नभिन्नधर्माः. क्षत्रियाणां धर्मः भिन्नः, तत्र वैश्याणां धर्मः भिन्नः, तत्र विप्राणां धर्मः भिन्नः इति क्षुद्रविषयः अस्ति. वस्तुतः अस्माकं सर्वेषां जनानां धर्मः एकः, मनुष्यः नाम कः इति प्रमुखविषयः अस्ति. तत्र महान् अन्यथा अवगमनम् अस्ति. मनुष्याणां धर्मः एकः, अहं कः, मम जन्म स्वीकृत्य आधारीकृत्य मम स्वभावः कः इति केवलम् एकस्मिन् प्रसङ्गे वक्तुं शक्नुमः यत् भवान् मनुष्यः सन् जीवनस्य लक्षणं किम् इति अस्ति. कस्यापि जीवनस्य लक्षणं युद्धकरणं तत्र यदि वयं वदेम यत् श्रीकृष्णस्य तत्र परमशिक्षा अस्ति युद्धीकरणं, तर्हि तत्र तारकब्रह्मस्य आगमनं तदर्थं किम्? तादृशं नयामश्चेदपि तर्हि अन्तरङ्गयुद्धम् इति भवितुं शक्नुमः. अस्माकं मनसि यद् सात्विकगुणाः सन्ति, तामसगुणाः यत् तयोर्मध्ये, तत्तु बहु समीचीनमस्ति, तत्तु सम्यक् अस्ति, तत्तु सम्यक् अस्ति. किन्तु क्षत्रियाणां तत्र शिक्षा नास्ति, सर्वेषां मनुष्याणाम्. अस्माकं तत्र मनुष्यः सन् यः कोऽपि मनुष्यः, तस्य अन्तर्गते अन्तर्गतस्वभावद्वयमस्ति. वयं सर्वे पशवः आसम्, इदानीं मनुष्यः स्मः, अग्रे दिव्याः भवितुम् इच्छामः. अस्तु, तत्र अस्माकं अन्तः स्वभावद्वयमस्ति. यतोहि अहं पशुः आसम्, वयं सर्वे पशवः आस्म इति कृत्वा पशुस्वभावः अपि अस्ति, मनुष्यस्वभावः अस्ति. तत्र स्वभावद्वयम् अन्तः यस्य कस्यापि मनुष्यस्य अन्तः अस्ति इति युद्धस्य कारणं वस्तुतः वास्तविकयुद्धम् इति. मनुष्यस्य अन्तः स्वभावद्वयमस्ति, पशुस्वभावः, मनुष्यस्वभावः. तत्र कीदृशं जीवनं स्यात्, तत्र पशुजीवनम् अथवा मनुष्यजीवनम् इति रणक्षेत्रम् इति एव वास्तविकरणक्षेत्रमस्ति. तत्तु किन्तु सर्वेषां मनसि, सर्वेषाम् आत्मनि तथा अस्ति, न तु क्षेत्रियाणां, सर्वेषाम् इति सार्वत्रिकशिक्षा अस्ति. भगवद्गीता तत्र सार्वत्रिकशिक्षा अस्ति, लौकिकयुद्धविषयः अस्ति नास्ति. भवतः कथनम् अत्र समीचीनमस्ति, तत्तु बहु सम्यक् अस्ति, किन्तु सर्वेषां कृते अस्ति. तद्युद्धं तदपि तद्युद्धं समानमस्ति सर्वेषां कृते, यूनिवर्सल् शिक्षा अस्ति, सार्वत्रिकशिक्षा अस्ति सर्वेषां कृते. तदानीं सम्यक् अस्ति, तदानीं सम्यक् अस्ति. अस्तु, क्षम्यताम्, अत्र विषयान्तरं जातमस्ति, अग्रे गच्छेम. अत्र कुत्र पर्यन्तमस्ति? तस्मात् दुःखतरम् अन्यत् किं स्यात् ततः. अस्तु, पुष्पभगिनी अग्रे. महोदय, स्यात् तस्य अकरणे तत् समाप्तं, शत्रवः अपि तव सामर्थ्यं निन्दतः. दुर्वचनानि ततोपि दुःखतरं किमपि नास्ति इति अर्थः खलु ततः न वा? किं भगि महोदय, वयं कुत्र पर्यन्तं प्राप्तवन्तः? तत्र पर्यन्तं खलु. तस्मात् दुःखतरम् इति, हा, ततोपि दुःखतरं किमपि नास्ति इति अर्थः. ततोपि दुःखतरं किमपि नास्ति इति अर्थः. ततः अपि अत्र वदति दुःखभावः, एतत् सर्वे आगच्छति चेत् अपि एक भवति, पठतु कृपया. ततोपि पठामि, ततोपि दुःखतरं किमपि नास्ति इति अर्थः. अत्र जीवने अपकीर्तिः, मित्रैः अवमानः, शत्रुभिः निन्दनम् इत्येतद् अपेक्षया अधिकं दुःखं नास्ति एव इति वक्तुं दुःखतरम् इति शब्दस्य प्रयोगः कृतः अस्ति. अत्र एतत् सर्वे वक्तुं न, तत्सर्वे दुःखतरं किमपि नास्ति इति अर्थः, दुःखतरम् अस्ति इति न महोदय, दुःखतरम् अस्ति, दुःखभावः अस्ति, नास्ति इति अत्र नास्ति इति. दुःखतरम् इति शब्दस्य प्रयोगः कुत्र नाम दुःखतरं शत्रुभिः निन्दनम् इति एतदपेक्षया अधिकं दुःखं नास्ति एव इति वक्तुं दुःखतरं नाम एतदपेक्षया किमपि नास्ति इति कृत्वा दुःखतरम् इति अस्य उपयोगः कृतः. ततः दुःखतरं, तदपेक्षया दुःखतरं किमपि नास्ति. द्वयमस्ति खलु, एतत् अपि च तत् द्वयोः मध्ये एतत् अस्य अपेक्षया अन्यत् किमपि, नाम तत् दुःखतरं किमपि नास्ति इति करणार्थम् उपयोगः. अत्र जीवने अपकीर्तिः, तत्तु अपकीर्ति आगच्छति चेत् मित्रैः अवमानं कृतं, मित्राणि अवमानं कृतं मित्राणां द्वारा अवमानं कृतं, शत्रुभिः अत्र तृतीयविभक्तिः अस्ति खलु, मित्रैः अवमानः कृतः शत्रुभिः शत्रून् द्वारा निन्दनम् इति इत्येतद् अपेक्षत अधिकं दुःखः नास्ति एव इति वक्तुं. एतत् सर्वे दुःख भावं करोति, दुःखभावं करिष्यति न करिष्यति इति वदनं सम्यक् करिष्यति उत्पादयिष्यति करिष्यति इति वदनं नास्ति एव इति वक्तुं तद् दुःखतरं दुःखभावः नास्ति करिष्यति इति वदनेन वक्तुं दुःखतरम् इति शब्दस्य प्रयोगः तत्तु दुःखतरम् इति शब्दस्य प्रयोगं कथं कुर्मः इति वदति. अस्तु, समीचीनमस्ति, सम्यक् सम्यक्. अग्रे सुब्रह्मण्यं वदतु, तत्र इदानीं सिद्धः वा? आं महोदय, कृपया एतं श्लोकं पठत इति गुह्यतमं शास्त्रमिदमुक्तं मया नघ, एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत. हे अनघ, इदं गुह्यतमं शास्त्रम् इति मया उक्तं. हे भारत, एतत् बुद्ध्वा बुद्धिमान् मनुष्यः कृतार्थः भवेत्. एतस्मिन् श्लोके एतत् शास्त्रं सर्वेषु शास्त्रेषु अत्यन्तं रहस्यमयम्. एतद् ज्ञानं सुलभतया प्राप्तुं न शक्यम् इत्यभिप्रायं प्रतिपादयितुं गुह्यतमम् इति शब्दस्य प्रयोगः कृतः अस्ति. इदानीमत्र श्लोकम् अन्यत् श्लोकम् अन्यः श्लोकः अत्र श्रीकृष्णः अर्जुनम् उद्दिश्य वदति, हे अनघ इत्युक्ते अत्र पापरहितः, यद् इदानीं पर्यन्तम् अहम् उक्तवान् तद् गुह्यतमं शास्त्रम् अस्ति इति. इत्युक्ते गुह्यतमम् इत्युक्ते अत्र रहस्यतमम् इति अपि अर्थमस्ति. इत्युक्ते अत्र सुलभतया न प्राप्तुं शक्नुमः, अपि च तस्य अवगमनं सुलभं न भवति इति अपि प्रायः. अतः श्रीकृष्णः यथा भवान् पूर्वम् उक्तवान् अस्माकं सौलभ्यार्थम् अपि च अस्माकं पुरोगमनार्थं मनुष्यस्य पुरोगमनार्थमेव एतत् सः अर्जुनम् इति साधनं नीत्वा सः उक्तवान् इति. हे भारत, एतत् बुद्ध्वा बुद्धिमान् मनुष्यः कृतार्थः भवेत् इत्युक्ते बुद्ध्वा इत्युक्ते ज्ञात्वा यत् शास्त्रं कृष्णः उक्तवान् तद् सम्यक्तया अवगम्य भवान् बुद्धिमान् भवतु इत्युक्ते अत्र मनुष्यः बुद्धिमान् भवति चेत् कार्यं सम्यक् भवति इति. कृतार्थः इत्युक्ते अत्र इत्युक्ते सफलता प्राप्नोति इत्यस्मिन् अर्थे प्रायः. कृतः अकृतः यत् अस्ति तत् सम्यक्तया ज्ञात्वा यत्किमपि कार्यं करोति तेन सः कृतार्थः भवति इति तस्मिन् अर्थे. इदानीमत्र गुह्यतमम् इत्यस्य विषये दत्तमस्ति. अत्र बहुषु शास्त्रेषु इत्युक्ते सर्वेषु शास्त्रेषु गीताशास्त्रम् इति अत्यन्तं गुह्यतमम् इति तस्मिन् अर्थे तस्य गुह्यतमम् इत्यस्य शब्दस्य प्रयोगः कृतः. यत्र बहूनां बहुषु विषयेषु एकः विषयः एकस्य विषयस्य प्रसक्तिः अस्ति, अत्र तुलना अस्ति, तस्मिन् समये अत्र तमम् इत्यस्य प्रयोगः भवति इति, तमप्रत्ययस्य प्रयोगः भवति इति अपि दत्तमस्ति. बहु सम्यक् अस्ति, धन्यवादः महोदय, बहु समीचीनमस्ति. अग्रे गच्छेम तर्हि. इदानीं लक्ष्मीभगिनी अग्रे पठति कृपया. दुःखतरं दुःखतरम् इति ह्ये अनघ इदं गृह्यतमं शास्त्रम् इति मया उक्तं, तत्तु अर्जुन उक्तं न उद्दिश्य, अर्जुनम् उद्दिश्य तद् अर्जुन वक्तुं, हे भारत एतद् तत्तु कृष्ण उक्तं. न न सर्वं कृष्ण श्रीकृष्णमहोदय श्रीकृष्णः एव वदति खलु, सर्वं भगवान् श्रीकृष्णः एव वदति. सत्यं सत्यं सत्यम्. अर्जुनं प्रति अर्जुनम् उद्दिश्य प्रति वदति. अस्तु लक्ष्मीभगिनी कृपया. दुःखतरम् इति तर्पप्रत्ययान्तं रूपं, गुह्यतमम् इति तमप् प्रत्ययान्तं रूपम्. अधुना वयं तरप् तमप् प्रत्यययोः परिचयं प्राप्नुवाम जानीत. अत्र दुःखतरम् अपि च गुह्यतमम् इति पदद्वयं दत्तमस्ति. अत्र दुःखतरम् इति तरप् प्रत्ययान्तं रूपं, तरप् इति एकः प्रत्ययः, तमं गुह्यतमम् इति तमप् प्रत्ययान्तं रूपम्, अन्यः प्रत्ययः जानीत. तरप् तमप् प्रत्ययौ अतिशयार्थं दर्शयतः. द्वयोः एकस्मिन् अतिशयं दर्शयितुं तरप् प्रत्ययस्य प्रयोगः क्रियते. बहूनाम् एकस्मिन् अतिशयं दर्शयितुं तमप् प्रत्ययस्य प्रयोगः क्रियते. एतौ प्रत्ययौ प्रातिपदिकस्य अन्ते योज्येते. इत्युक्ते अत्र तरप् प्रत्ययः अपि च तमप् प्रत्ययः, अत्र प्रत्ययद्वयमस्ति. अतिशयार्थं एतौ द्वौ अपि तयोः उपयोगं कुर्मः. अतिशयार्थम् इत्युक्ते एकस्य अपेक्षया अन्यम् अधिकम् इति दर्शयितुं, यदि अत्र वार्ताद्वयमस्ति चेत् एका वार्तायाः अपेक्षया अन्या वार्ता इतोपि अधिकम् इति दर्शयितुम् अत्र तरप् अथवा तमप् प्रत्ययस्य उपयोगं कुर्मः. तरप् केवलं द्वयोः मध्ये एव अत्र द्वयोः एकस्मिन् अतिशयं दर्शयितुं तरप् प्रत्ययं कुर्मः. अपि च बहवः विषयाः सन्ति चेत् तत्र बहूनां मध्ये एकस्मिन् अतिशयं दर्शयितुं तमप् प्रत्ययम् प्रत्ययस्य उपयोगं कुर्मः. परन्तु अत्र एतौ द्वौ प्रत्ययौ अपि प्रातिपदिकस्य अन्ते एव तत्र योज्यते इत्युक्ते अत्र प्रातिपदिकं रूपं स्वीकृत्य तदनन्तरम् एव एतत् प्रत्ययं योजयामः. अत्र उन्नत यथा अत्र उदाहरणत्वेन दत्तमस्ति, उन्नत इति प्रातिपदिकं रूपं, तरप् प्रत्ययं योजयामश्चेत् उन्नततर, यदि तमप् प्रत्ययं योजयामश्चेत् उन्नततम. इति अपि प्रातिपदिकमस्ति तदानीम्. उन्नतशब्दः प्रातिपदिकमस्ति, उन्नततर इति अपि तथा, उन्नततम इति अपि तथा. अस्तु, समीचीनमस्ति. अत्र शब्दसूचिः दत्ता अस्ति. अस्तु, एक शुकवर्णमहोदय तत्र अग्रे पठति वा प्राचीन. हा महोदय, तत्र प्राचीन इति नास्ति किल, प्रातिपदिकं तरप्रत्ययान्तं तमप्रत्ययान्तम् इति शब्दस्य अनन्तरं प्राचीन इति शब्दः अस्ति. एतत् नाम अकारान्तशब्दानाम् उदाहरणानि दत्तानि सन्ति. प्राचीनशब्दः, सुन्दरशब्दः, स्थूलशब्दः. आमां, कुत्र पठनीयं महोदय? एतत् सर्वं स्पष्टमस्ति खलु, नाम तत्र एकवारं पठतु नाम अभ्यासार्थं. प्राचीन, प्राचीनतर, प्राचीनतम. प्राचीन इति प्रातिपदिकमस्ति, तत्र तरप्रत्ययं प्रातिपदिकमस्ति, तत्र तरप्रत्ययस्य योजनेन प्राचीनतर इति रूपं, तदपि पुनः प्रातिपदिकमेव. एवमेव प्राचीनयोगः तमप्, प्राचीनतम इति नूतनप्रातिपदिकम् अनिर्मितं भवति. एवमेव सुन्दर इत्यस्य सुन्दरतर, सुन्दरतम इति भवति. स्थूल इत्यस्य स्थूलतर, स्थूलतम. विशाल इत्यस्य विशालतर, विशालतम. कृश इत्यस्य कृशतर, कृशतम. दीर्घ इत्यस्य दीर्घतर, दीर्घतम. विरल इत्यस्य विरलतर, विरलतम. इति सर्वे प्रातिपदिकाः अत्र. प्रातिपदिकानि, प्रातिपदिकम्, ओ नपुंसकलिङ्गं, प्रातिपदिकानि, सर्वाणि प्रातिपदिकानि. उन्नतशब्दस्य, उन्नतशब्दस्य त्रिषु लिङ्गेषु रूपाणि इमानि. पुल्लिङ्गे उन्नतः, उन्नतौ, उन्नताः इति रूपाणि भवन्ति. स्त्रीलिङ्गे उन्नता, उन्नते, उन्नताः इति रूपाणि. नपुंसकलिङ्गे उन्नतम्, उन्नते, उन्नतानि इति रूपाणि भवन्ति उन्नतशब्दस्य. इदानीं तत्र तरप्रत्ययं योजयित्वा उन्नततर इति नूतनप्रातिपदिकं निर्माय तदनन्तरं रूपं कथं भवति तस्य इति. पुल्लिङ्गे उन्नततर इति प्रातिपदिकस्य उन्नततरः, उन्नततरौ, उन्नततराः. महोदय, किमपि उक्तं वा? निर्माय इति नास्ति खलु, निर्माप्य, निर्मादातु आकारस्ति तत्र. ल्यप् मया किमर्थम् इति, तत्र निर् इति उपसर्गः अस्ति इति कृत्वा. मादातुः निर्माय, निर्माय अस्तु, रूपं सम्यक् अस्ति वा? निर्मीय इति भवति. अस्तु अस्तु, निर्मीय इति वा? हा, उन्नततर इति प्रातिपदिकस्य पुल्लिङ्गे एवं रूपाणि एवं भवन्ति. उन्नततरः, उन्नततरौ, उन्नततराः इति. स्त्रीलिङ्गे उन्नततरा, उन्नततरे, उन्नततराः. नपुंसकलिङ्गे उन्नततरम्, उन्नततरे, उन्नततराणि. उन्नततमशब्दस्य अपि त्रिषु लिङ्गेषु रूपाणि उन्नततरशब्दस्यैव इति ज्ञेयम्. अहं वदामि तत्र उन्नततमशब्दस्य रूपाणि एवं भवन्ति. पुल्लिङ्गे उन्नततमः, उन्नततमौ, उन्नततमाः. स्त्रीलिङ्गे उन्नततमा, उन्नततमे, उन्नततमाः. नपुंसकलिङ्गे उन्नततमम्, उन्नततमे, उन्नततमानि इति रूपाणि भवन्ति. हा, बहु समीचीनमस्ति, धन्यवादः महोदय. अग्रे बालसुब्रह्मण्यं तत्र कृपया. प्रातिपदिकं प्राचीन, तरप्रत्ययान्तं कुत्र कुत्र तदा अग्रे एतानि उदाहरणानि परिशीलयत अस्माकं प्राङ्गणे. अग्रिमे पूटे एतानि उदाहरणानि, एतानि उदाहरणानि परिशीलयत अस्माकं प्राङ्गणे उन्नताः वृक्षाः सन्ति, तेषु आम्रतिन्त्रिणी नारिकेलवृक्षाः उन्नतमाः. अत्र अर्थः कः? अर्थः अस्मिन् प्राङ्गणे उन्नताः वृक्षाः बहूनि सन्ति, सर्वे अपि उन्नताः वृक्षाः एव, परन्तु तेषु तयोः मध्ये तेषु आम्रतिन्त्रिणी नारिकेलवृक्षः त्रयः वृक्षाः एवंविध त्रयः वृक्षाः उन्नततमाः. आं बहु समीचीनमस्ति. अस्तु महोदय, अग्रे. अत्र तमप् इति किमर्थमस्ति, न तु तरप्? तरप् नास्ति अत्र. तरप् अत्र सत्यं. किमर्थं? द्वयः भागाः स्तः, आम्रतिन्त्रिणी नारिकेल, सर्वाणि एते त्रीणि अन्यवृक्षस्तरः उन्नताः. किन्तु अत्र किमर्थं तमापति अस्ति? यतोहि आम्रतन्त्रिणी नारिकेला इति वृक्षत्रयम् उक्तमस्ति इति किन्तु बाहुल्यं कुत्र अस्ति? न, बाहुल्यं कुत्र? बाहुल्यं सर्वेपि वृक्षाः उन्नताः इति बाहुल्यं. अत्र आम्रतिन्त्रिणी नारिकेला इति बहुवचने इति द्वयपेक्षया त्रयमस्ति इति बहुवचनान्त बहुवचनम् अस्ति इति कृत्वा तमप् इति तु नास्ति किन्तु, खलु? अत्र नाम येषु तुलना क्रियमाणा अस्ति तेषु तत्र बहुवचनान्तत्वम् अस्ति इति कृत्वा तमप्, न तु अत्र आम्रतिन्त्रिणी नारिकेला इति तत्र तरप् तावत्पर्यन्तं तरप् इति भवितुमर्हति स्म, किन्तु तेषु इति बहुवचने अस्ति इति कृत्वा. अस्तु, अग्रे. महोदय, क्षम्यतां, तत्र एकः प्रश्नः. इदानीं तत्र पूर्वस्मिन् पुटे बहूनाम् एकस्मिन् अतिशयं दर्शयितुम् इति दत्तं, किन्तु अत्र एकस्मिन् नास्ति, किन्तु त्रिषु वृक्षेषु अतिशयं दर्शितम् इति कृत्वा तत्र बहूनाम् एकेषु इति वक्तव्यः वा, नो चेत् केचित्सु सत्यं सत्यम्. अत्र यतोहि तरप् तमप् इति तत्र बहुवचनान्तरूपं भवति खलु, अतः एवमेव साधारणरीत्या उक्तमासीत्, किन्तु भवतः कथनं सत्यम्. इतोपि तत्र एकस्मिन् इति पदस्य स्थाने किं वक्तव्यम् इति मम प्रश्नः. बहूनां केचित्सु अतिशयं दर्शयितुम् इति वा? बहूनाम् एकस्मिन् अतिशयं दर्शयितुम् इति वाक्यं वा? हा, तस्मिन् वाक्ये इदानीम् एकस्मिन् नास्ति, अत्र अतिशयम् एकस्मिन् नास्ति नास्ति इति कृत्वा तत्र एकस्मिन् इत्यस्मिन् स्थाने किं पदम् उपयोक्तव्यम् इति प्रश्नः. अत्र बहूनां बहुषु अतिशयं दर्शयितुम् इति वदामश्चेत् तत्र अर्थबोधः न जायते. बहूनां बहुषु अतिशयं दर्शयितुम् इति वदामश्चेत् बहूनाम् एकस्मिन् अथवा एकस्मिन् अथवा एकस्मिन् समुदाये गुच्छः अस्ति खलु तत्र, केचित्सु इति वक्तुं शक्यते वा इति प्रश्नः. किमपि न उक्तवती भगिनि. बहुषु त्रयः वृक्षाः न महोदय, किञ्चित् विलम्बेन आगतवती अस्मि. रूपेण अस्ति, किमर्थम् इदानीं वदामि तर्हि? कर्हि अत्र बहूनाम् एकस्मिन् अतिशयं दर्शयितुम् एकस्मिन् विद्याभगिनी यथा उक्तवती तत्तु सत्यमेव, नाम एकस्मिन् समूहे अपि दर्शयितुम् इति तादृशम्। अस्तु अखिलभगिनी कृपया कृपया भगिनी अस्ति अखिल भगिनी आम्रतिन्त्रीणि वृक्षयोः तिन्त्रीणि वृक्षः उन्नततरः द्वौ स्तः अतः तरप्रत्ययः प्रयोगः अत्र वृक्षत्रयम् अस्ति आम्रः तिन्त्री न क्षम्यतां वृक्ष द्वौ वृक्षौ स्तः आम्रः अपि च तिन्त्रीणि इति द्वयोः वृक्षयोः तिन्त्रीणि इति वृक्षः उन्नतः इति दर्शनार्थं तत्र उन्नततरः इति तरप्रत्ययस्य उपयोगः तर्हि द्वयोः वृक्षयोः मध्ये तत्र तोलना जाता इति कृत्वा अत्र तरप्रत्ययस्य प्रयोगः समीचीनम् अग्रे आम्रतिन्त्रीणि नारिकेलवृक्षेषु नारिकेलवृक्षः उन्नततमः त्रयः सन्ति अतः प्रयोगः इदानीं तत्र वृक्षत्रयम् अस्ति अत्र आम्रः तिन्त्रीणि नारिकेलः इति तत्र त्रिषु वृक्षेषु नारिकेलः इति वृक्षः उन्नतः इति सूचनार्थं तत्र तमप्रत्ययस्य प्रयोगः इति कृत्वा अत्र नारिकेलवृक्षः उन्नततमः इति वाक्यम्। बहु समीचीनमस्ति। अस्तु अग्रे किमस्ति जानीत तरप्रत्ययौ अतिशयार्थं दर्शयतः अतः तदन्तः शब्दः विशेषणं भवति सः विशेषणविशेष्यनियमवशात् विशेषस्य लिङ्गं वचनं विभक्तिं च अनुसरति इदानीं तत्र पूर्वमपि वयं दृष्टवन्तः उन्नततरः उन्नततमः इति तर्हि तादृश तरतमप्रत्यययुक्तः पदः युक्तं पदं तत्र विशेषण रूपेण भवति इत्युक्ते कश्चन विशेष्यम् अस्ति तस्य विशेषणं भवति इत्युक्ते तत्र यथा पूर्वम् अस्माभिः दृष्टं नारिकेलवृक्षः उन्नततमः इत्यत्र नारिकेलवृक्षः इति विशेष्यम् उन्नततमः इति विशेषणसूचकं पदम् इति कृत्वा तत्र विशेषण रूपेण भवति इति तर्हि तत्र विशेषणं तु विशेषस्य लिङ्गं वचनं विभक्तिं च प्राप्नोति इति वयं जानीमः एव इति कृत्वा तद् विशेषस्य अनुगुणं तस्यापि लिङ्गं वचनं विभक्तिं भवति इति उदाहरणत्वेन पर्वेषु हिमालयः उन्नततमः अस्ति तत्र हिमालयः इति पुल्लिङ्गपदम् एकवचनं प्रथमाविभक्त्याम् अस्ति इति कृत्वा एकवचने प्रथमाविभक्त्याम् अस्ति इति कृत्वा उन्नततमः इति अपि पुल्लिङ्गे एकवचने प्रथमाविभक्त्याम् अस्ति। नदीषु गङ्गा पवित्रतमा अस्ति अत्र गङ्गा इति पदं स्त्रीलिङ्गे एकवचने प्रथमाविभक्त्याम् अस्ति इति कृत्वा पवित्रतमा इति अपि तत्र श्रीलिङ्गे एकवचने प्रथमाविभक्त्यां काव्येषु रामायणं प्राचीनतमम् अस्ति अत्र रामायणम् इति नपुंसकलिङ्गे एकवचने प्रथमाविभक्त्यां तर्हि प्राचीनतममपि तथा। अस्तु समीचीनमस्ति। अस्माकं परिचितविषयः अस्ति खलु। अस्तु सम्यक्। तर्हि अग्रे किं विद्याभगिनी कृपया खगेषु पीककाकौ कृष्णतमौ पुल्लिङ्गे द्विवचने द्विवचनं च बहुषु द्वौ अतः तमप्रयोगः अत्र खगेषु पीककाकौ कृष्णतमौ इति अस्ति. तत्र बहुषु पीकः अपि काकः द्वौ अपि कृष्णतमौ इति कृत्वा अत्र पुल्लिङ्गे द्विवचने अस्ति. कृष्णतमौ इति पीककाकौ इत्यस्य विशेषणम् अस्ति. अत्र ब्रह्मात्मकविषयः भवितुम् अर्हति खलु, नाम तत्र द्विवचने अस्ति किन्तु तम प्रत्ययस्य सर्वे अवगच्छेयुः प्रायः. तमपि किमर्थम् अत्र बहुषु समुदायद्वयस्य पीककाकौ कृष्णतमौ इति. अत्र समुदाय अस्तु, हा समुदायद्वयमिति वक्तुं शक्यते, हा समीचीनमस्ति. अग्रे नदीषु गङ्गा यमुने पवित्रतमे स्तः स्त्रीलिङ्गं द्विवचनं च, बह्वीषु द्वे अतः तम प्रयोगः. अत्रापि एवमेव नदीषु गङ्गा अपि च यमुना, गङ्गा यमुने द्विवचने स्त्रीलिङ्गे पवित्रतमे, अत्र बहुषु समुदायद्वयं पवित्रतमे इति वाक्यम्. अनन्तरं काव्येषु रामायणं महाभारतं च प्रसिद्धतमे काव्ये स्तः, नपुंसकलिङ्गं द्विवचनं च, बहुषु द्वे अतः तमप्रयोगः. अत्र काव्येषु रामायणं महाभारतम् अत्र नपुंसकलिङ्गे अस्ति, अतः अत्र अत्र प्रसिद्धतमे इति नपुंसकलिङ्गे द्विवचने प्रसिद्धतमे इति विशेषणम् अस्ति. महाभारतं च अत्र समुदायद्वयम् इत्यस्य विशेषणं प्रसिद्धतमे. महोदय क्षम्यताम्, अत्र रामायणं महाभारतमपि च गङ्गा यमुना इति समुदायः इति कथं वक्तुं शक्नुमः? इत्युक्ते पीककाकौ समुदायद्वयमिति अवगच्छामि, यतोहि तत्र सामान्यत्वेन सर्वे पीकाः. अत्र पृथक्तया उक्तम् अत्र रामायणमहाभारते इति वक्तुं शक्नुमः समासं कृत्वा. सत्यं, तत्र एकः एव समुदायः खलु, समुदायद्वयं नास्ति. एकसमुदायस्य सदस्यद्वयं समुदाये सदस्यद्वयम्. पीककाकौ इति तत्र समूहद्वयमस्ति. सत्यं, तदवगच्छामि, परन्तु गङ्गा यमुना इति नाम्ना एव निर्दिष्टः खलु. सत्यं सत्यम्, तत्र समूहद्वयं नास्ति. समूहद्वयं नास्ति, वस्तुद्वयमस्ति. अत्र सर्वत्र वस्तुद्वयमस्ति, कुत्र तच्च वस्तु समूहः भवितुमर्हति, कुत्रचित् व्यक्तिभेदः व्यक्तिः भवितुमर्हति. किन्तु वस्तुद्वयमस्ति प्रामुख्यम्. अस्तु, समीचीनमस्ति. विद्याभगिनी, प्राणिषु गजाः स्थूलतमाः, पुल्लिङ्गं बहुवचनं च, बहुषु बहवः अतः तमप्रयोगः. प्राणिषु गजाः स्थूलतमाः, अत्र बहुषु गजः स्थूलतमः, गजाः स्थूलतमाः इति अत्र पुल्लिङ्गे बहुवचने अस्ति. गजाः इति पुल्लिङ्गे बहुवचने, अतः स्थूलतमः इति तस्य विशेषणं पुल्लिङ्गे बहुवचने अस्ति. अग्रे जनेषु बालिकाः चतुरतमाः, अत्र स्त्रीलिङ्गे बहुवचनं च, बह्वीषु बह्वयः अतः तमप्रयोगः. अत्र जनेषु बालिकाः चतुरतमाः, बालिकाः स्त्रीलिङ्गे बहुवचने, अत्र बहुषु अस्ति इति कृत्वा तत्र तमप्रत्ययः, चतुरतमाः इति विशेषणं बालिकाः इत्यस्य. पद्येषु सुभाषितानि मधुरतमानि, नपुंसकलिङ्गं बहुवचनं च, बहुषु बहूनि अतः तमप्रयोगः. अत्र पद्येषु सुभाषितानि, सुभाषितम् इति नपुंसकलिङ्गे, सुभाषितानि इति नपुंसकलिङ्गे बहुवचनं, मधुरतमानि इति तस्य विशेषणम्. अत्र बहुषु अस्ति इति कृत्वा तमप्रत्ययः, मधुरतमानि इति. वा, बहु समीचीनमस्ति, स्पष्टं स्यात् सर्वेषां कृते. राजीभगिनी, किमिति? अहं शब्दकोशे दृष्टवती, अत्र आम्रः इति पदमस्ति, आम्रम् इति अपि अस्ति. आम्रः इत्युक्ते वृक्षः, आम्रवृक्षः इति दत्तमस्ति. आम्रम् इत्युक्ते आम्रफलम् इति दत्तमस्ति. तथा भवति वा, तथा अवगन्तव्यं वा? ततः सत्यं, तादृशलिङ्गभेदः अर्थभेदः अस्ति, मयापि दृष्टं पूर्वम्. एकस्मिन् फलं फलार्थः, एकस्मिन् वृक्षार्थः अस्ति. सत्यं, तथा अस्ति. महोदय, अत्र बहुषु एकः अन्यतमः इति अस्ति इति वाक्यं, तत्र अन्यतमः तत्रापि तमप्रत्ययः अस्ति खलु, अन्यतमः सत्यं बहुषु कुत्र लिखितमस्ति बहुषु न न अहमेव वदामि बहुषु एकः अन्यतमः इति बहुत्र तादृशवाक्यं पश्यामः अन्यतमः इति तत्रापि तमप्रत्ययः खलु अवश्यं अस्तु राजीभगिनी अग्रे यथोदाहरणम् आवरणं क्षम्यतां तत्र अन्यतमः इत्यत्र अतिशयार्थं नास्ति किल अतिशयार्थम् अन्यतम इति वा अन्यतम इति इति प्रयोगः किञ्चित् विचित्रः अस्ति किन्तु अन्यतम इत्युक्ते यथा अहम् अवगच्छामि वदामि यत् अन्यतम इत्युक्ते रूढार्थः अथवा योगार्थः इति द्रष्टव्यमस्ति किन्तु अन्यतम इति प्रदर्शनार्थं यत् केवलम् एकं बहुषु केवलम् एकं नाम सर्वाधिकं नाम बहूनि सन्ति तेषु एकम् एव इति प्रदर्शनार्थम् अन्यतम तत्र सर्वाधिकम् इति तमप् अस्ति इति तमप् अस्ति नाम बहुषु एकमेव इति प्रदर्शनार्थं प्रश्नः उचितः अस्ति किञ्चित् रूढार्थः इति भाति योगार्थः रूढार्थः इति ज्ञायते खलु आमामां किन्तु अत्र अव्ययपदमपि भवितुमर्हति किल अन्यतमः इति तत्र त्रिषु लिङ्गेषु वचनानि तादृशमपि भवति वा तस्य रूपम् अन्यतमाः अव्ययः नास्ति अव्ययपदं नास्ति अस्तु स्त्रीलिङ्गे भवति पुल्लिङ्गे भवति अकारात् शब्दः अस्ति अस्तु तर्हि महोदय अत्र द्वयोः एकः अन्यतरः इति अपि वाक्यं भवितुम् अर्हति खलु द्वयोः एकः अन्यतरः तादृशप्रयोगः न तत्र व्यवहारे अस्ति वा इति शङ्का अन्यतरः द्वयोः मध्ये हा स्यात् तादृशं स्यात् द्वयोः अन्यतरः किन्तु न कदापि श्रुतं द्रष्टव्यमस्ति द्वयोः एषः अन्यतरः इति वक्तुं शक्यते हा वक्तुं शक्येत राजीभगिनी यथोदाहरणम् आवरणात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत यथा अजगजयोः अजः क्षतरः क्षतरः क्षतमः द्वौ पदे किं पदम् उचितम् इति वक्तव्यम् एकः नारीषु शकुन्तला सुन्दरतमा सुन्दरतमा सिद्धं वा किमस्ति किमस्ति तर्हि नारीषु शकुन्तला सुन्दरतमा तमा अस्तु अग्रे पाण्डवेषु युधिष्ठिरः गुणवत्तमः काकमयूरयोः काकस्य स्वरः कर्कशतरः गृहेषु मङ्गलः भूमे समीपतमः समीचीनमस्ति सिंहव्याघ्रचित्रकेषु व्याघ्रः क्रूरतमः क्रूरतमः अस्तु सिद्धान्तः स्पष्टः स्यात् अग्रे अन्य कोऽपि किं जगन्नाथमहोदय वदति वा अस्तु आफ्रिका अमेरिका राष्ट्रयोः अमेरिकाराष्ट्रं भारतदेशात् दूरतरं खगेषु पिकस्य स्वर मधुरतमः गान्धी अरविन्दमार्गयोः गान्धिमार्गः दीर्घतरः जनेषु गुणी गुणरागी च जनः जनेषु गुणी गुणरागी च जनः विरलतमः. गुणरागी मन् इत्युक्ते गुणरागी गुणी येषां गुणाः सन्ति तेषां प्रशंसा ये कुर्वन्ति वा तादृशम् सम्यक् अस्ति. तत्तु विरलतया प्राप्येत, विरलतया सर्वे निन्दां कर्तुम् इच्छन्ति. जनेषु उत्तमः वक्ता वक्ता ओके विरलतमः दाता पुनः विरलतमः. अस्तु, इति अस्ति विषयः. तर्हि अग्रे गच्छेम. इदानीं किं बालसुब्रह्मण्यं तत्र अग्रे पठतु कृपया. तरप्रत्ययौ बलवत् गुणवत् बुद्धिमत् इत्यादीनाम् अन्ते अपि प्रयुज्यते. प्रातिपदिकं तरप्रत्ययान्तं तमप्रत्ययान्तं यथा बलवत् बलवत्तर बलवत्तम अन्तिम स्थाने थरतम इति प्रत्ययानि उपयुज्यन्ते. बलवत्तर प्रातिपदिकस्य अन्ते संयोजनं भवति तावदेव इति सिद्धान्तः. एवमेव गुणवत् गुणवत्तर द्वयोः थर इति प्रातिपदिकान्ते उपयुज्य एवमेव गुणवत्तम गुणवत् रूपवत् रूपवत्तर रूपवत्तम एवमेव धनवत् धनवत्तर धनवत्तम बुद्धिमत् बुद्धिमत्तर बुद्धिमत्तम श्रीमत् श्रीमत्तर श्रीमत्तम धीमत् धीमत्तर धीमत्तम शक्तिमत् शक्तिमत्तर शक्तिमत्तम. अस्तु, बहु समीचीनमस्ति. अन्तिमभागं राजेन्द्रमहोदय अग्रे एकवारं पश्यतु. महोदय अस्ति राजेन्द्रमहोदय. अस्तु, तर्हि किं लक्ष्मीभगिनी? अहमस्मि भगिनि महोदय. लक्ष्मीभगिनी वदतु कृपया. स्मरता स्मरता बलवत् शब्दस्य रूपाणि एकवचने बलवान् पुंलिङ्गे, त्रिवचने बलवन्तौ, बहुवचने बलवन्तः इत्युक्ते त्रीणि रूपाणि अत्र बलवत् शब्दस्य रूपाणि दत्तानि. यथा अत्र भवत् शब्दवत् अत्र तकारान्तपदानि प्रातिपदिकं तकारान्तप्रातिपदिकम् अत्र त्रिषु वचनेषु दत्तानि. स्त्रीलिङ्गे बलवती बलवत्यौ बलवत्यः इत्युक्ते यथा नदी शब्दवत् अत्र त्रिषु वचनेषु स्त्रीलिङ्गे रूपाणि दत्तानि. अपि च नपुंसकलिङ्गे बलवत् बलवती बलवन्ति तथा नपुंसकलिङ्गे मरुत् शब्दवत् रूपाणि आगतानि. अपि च मरुत् पुल्लिङ्गे अस्ति जगत् जगति जगति जगति क्षम्यतां जगत् शब्दवत् जगत् इति शब्दवत् अस्ति मरुत् इति जगत् जगत् जगति जगन्ति क्षम्यताम्. अत्र बुद्धिमत् शब्दस्य रूपाणि एकवचने बुद्धिमान् बुद्धिमन्तौ बुद्धिमन्तः पुंलिङ्गे रूपाणि भवन्ति. अत्र अहं चिन्तयामि, अत्र अहम् एकवारं श्रुतवती तदर्थं वदामि. अत्र पूर्वं बलवान् अस्ति, अत्र बुद्धिमान् अस्ति. अत्र बुद्धिः इति पदम् इकारान्तपदम् अतः मान् इति रूपम् आगच्छति. बलवान् अत्र बलशब्दः अत्र बलं एकपदम् आकारान्तपदम् इति कृत्वा बलवान् इति भवति. अत्र बुद्धिमत् शब्दस्य पुंलिङ्गरूपाणि बुद्धिमान् बुद्धिमन्तौ बुद्धिमन्तः. अत्रापि प्रातिपदिकं रूपं तकारान्तपदम् अत्र तकारान्तप्रातिपदिकं बुद्धिमत्. अपि च स्त्रीलिङ्गे बुद्धिमती बुद्धिमत्यौ बुद्धिमत्यः अत्रापि नदीशब्दवत् रूपाणि. नपुंसकलिङ्गे बुद्धिमत् बुद्धिमती बुद्धिमन्ति यथा जगत् शब्दवत् अत्र त्रिषु वचनेषु रूपाणि सम्भवन्ति. अपि च एतानि हा अस्तु, वस्तुतः समयः जातः अस्ति, समीचीनमस्ति. अत्र तरप्तमप्ति विषयः नास्ति, किन्तु पुनः स्मरणार्थं दत्तमस्ति. तत्र इत्युक्ते तुलनात्मक अर्थः अस्ति इति कृत्वा रूपं दत्तं स्यात्. तस्मिन् प्रसङ्गे अग्रिमे सप्ताहे किञ्चित् वक्तुं शक्नुमः. मतूप् वतूप् अत्र रूपद्वयमस्ति, मतूप् वतूप् कुत्र किं भवति इति अग्रिमे सप्ताहे वक्ष्यामि. इदानीं समयः जातः अस्ति. तर्हि अस्तु, बहु समीचीनमस्ति. तर्हि धन्यवादः सर्वेषां, नमस्कारः. धन्यवादः, नमस्कारः. धन्यवादः महोदय, नमस्कारः. नमस्कारः.